पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 229 पार्वत्युवाच विस्तरेण ममाख्याहि देवसर्गमनुत्तमं ब्रह्मादि त्रिदिवश्रेष्ठाः कथं जाताः सनातनाः ईश्वरस्यावतारांश्च विस्तरेण वदस्व मे रुद्र उवाच आकाशानिल तेजोम्बु भुवसृष्टा यथा क्रमं तस्यां मध्ये सृजद्ब्रह्म अगाध जलमर्णवम् अस्मिन्नेकार्णविभूते जलमाया वडच्छते आदाय सर्वभूतानि योगनिद्रां व्ययौ हरिः स जगत्स्रष्टुकामस्तु योगनिद्रामुपेयिवान् तया रेमे चिरं कालं मायया मधुसूदनः तस्यां दुजनयामास कालात्मानमनुत्तमं कला काष्ठादिभूताये पक्षमासादिरूपिणः तस्मिन् काले हरेर्नाभिपङ्कजं मुकुलाकृति विकसत्सर्वजगदो बीजभूतं सुवर्चसम् उदस्तादुदभूत्तत्र ब्रह्माज सुमहामदिः स जगत्स्रष्टुकामस्तु रजोगुणविचोदितः तुष्टाव योगनिद्रायां शयानां परमेश्वरं ब्रह्मोवाच नमोऽस्तु विष्णवे तुभ्यं सर्गस्थित्यन्धहेदवे जगद्भूषणभूषाय श्रीमदे विश्वरूपिणे नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः प्रधानकालरूपाय पुरुषायेश्वराय च नमः प्रपञ्चरूपाय निष्प्रपञ्चस्वरूपिणे नारायणाय विश्वाय विश्वेशाय नमो नमः श्रीभूलीलाधिपदये ब्रह्मणे परमात्मने नमोऽस्तु वासुदेवाय विश्वरूपाय शार्ङ्गिणे त्रयीनाथाय हरये विश्वनाथस्वरूपिणे अनन्तकल्याणगुणपरिपूर्णाय ते नमः जगच्च सर्वं सोऽपिधि त्वयि सुप्ते जगन्मये वृद्धं सर्वं जगन्नाथ प्रपञ्चे सचराचरं त्वमेव कारणं कर्ता कार्यं च त्रिगुणोद्भवं स्रष्टाद्यादा विधाता च त्वमेव परमेश्वरः जागर्षि शुद्धसत्त्वस्तव निद्रा कुतः प्रभो देव त्वयि स्थिता लोकाः समाधिष्ठाः सनातनाः शिव उवाच एवमुक्तो हृषिकेशो ब्रह्मणा परमेश्वरः उत्तस्थौ शयनात्तस्माद्विमुक्तो योगनिद्रया नियम्य योगनिद्रां तां जगत्स्रष्टुं प्रचक्रमे अचिन्त्यस्तत्क्षणाद्देवो जगतां प्रभुरच्युतः चिन्तयित्वा जगत्सर्वमसृजत्स पुमांस्ततः लोकान् सर्वांस्तदा ह्यप्सु गदमण्डं हिरण्मयं सप्तद्वीपान् समुद्रां तान् मेदिनी भूधरैर्युधान् सहैकाण्डकडाहेन नाभिपद्मे सृजत्प्रभुः तदण्डमध्ये चास्थानमीश्वर कृतवान् हरिः अथ नारायणं कस्तु दध्यावध्यात्मचेतसा ध्यानान्ते तस्य बाला तु स्वेदबिन्दुरजायत स बिन्दुबुद्बुधाकारपृथिव्यामपतत्क्षणाद तस्मात् तु बुद्बुधाः सोऽहमुत्पन्नोऽस्मि वरानने त्र्यक्षस्त्रिशूलहस्तोऽहं जडा मुकुटमण्डितः किं करोमीति देवेशमवोचं विनयान्वितः ततो नारायणो देवो मामित्याहमुदान्वितः कर्तासि जगतो रुद्र संहारं भीमदर्शनं साक्षात् सङ्घर्षणांशेन संहारार्थे वरानने तस्मान्नारायणादेवि उत्पन्नोऽस्मि भयङ्करः नियोज्य मां तु संहारे पुनरेव जनार्दनः नेत्राभ्यामसृज चन्द्रसूर्यौ द्वां तापहारिणौ वायुं दिशश्च श्रोत्राभ्यामिन्द्राग्निमुखदो सृजत् नासाभ्यां वरुणं मित्रमसृजत् पङ्कजेक्षणः बाहुभ्यामखिलान् देवान् ससाध्यान् समरुद्गणान् समस्तरोमकूपेभ्यो रत्नान्योषधयस्तथा त्वजिशैलान् समुद्राश्च गवाद्याः पशवस्तथा मुखदो ब्राह्मणसृष्टो बाहुभ्यां क्षत्रियस्तथा ऊर्वो वैश्यस्तदत्पद्भ्यां शूद्रश्चैवमजायत एवं सृष्ट्वा जगत्सर्वमचेतनमवस्थितं विश्वरूपेण देवेशो यस्यान्तरमधिष्ठितः शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः तस्मात् सर्वजगत्प्राणो विष्णुरेव सनातनः स एवाव्यक्तरूपः सन् परमात्मा व्यवस्थितः सर्गस्थितिलयं ब्रह्म स्वयमेव प्रवर्तते षाड्गुण्यपरिपूर्णोऽसौ वासुदेवः सनातनः त्रिगुणादात्मनो रूपं चतुर्धा कुरुते जगद प्रद्युम्नमूर्तिर्भगवान् सर्वैश्वर्यसमन्वितः विधे प्रजापतीनां च कालस्य च जनस्य च अन्तर्यामि त्वमापन्नो सर्गं सम्यक् करोति हि सेदिहासांस्ततो वेदान् ददौ तस्मै महात्मने प्रद्युम्नस्यांश भागोऽसौ ब्रह्मा लोकपितामहः जगत्सर्गस्थितिं सर्वं प्रगरोत्यंशसम्भवः अनिरुद्धश्च भगवान् शक्ति तेजस्समन्वितः मनूनां पार्थिवानां च कालस्य च जनस्य च स्थितिं करोति भगवानन्तर्यामि त्वमास्थितः सङ्घर्षणो महाविष्णोर्विद्याबलसमन्वितः कालस्य सर्वभूतानां रुद्रस्य च यमस्य च अन्तर्यामि त्वमस्थाय जगत्संहरदे प्रभुः इत्यन्तर्याम्यवस्थायामन्तर्यामि त्वमात्मनः मत्स्यकूर्मो वराहश्च नरसिंहोऽथ वामनः रामो रामश्च कृष्णश्च बुद्धकल्की च ते दश यदे तु विभवावस्था ब्रह्मणपरमात्मनः नृसिंहरामकृष्णेषु षाड्गुण्यं परिकीर्तितम् परावस्था तु देवस्य दीपादुत्पन्नदीपवद सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे वैकुण्ठं परमं लोकं विष्णुलोकमनुत्तमं श्वेतद्वीपं स्वरूपं तु क्षीरसागरमुत्तमम् एवं चतुर्धाव्यूहं तु सम्यगुक्तं महर्षिभिः जलावरणमध्ये तु वैकुण्ठं कारणं शुभं कोटिवैश्वानरप्रख्यं सर्वं धर्मवदव्ययम् आमोदमन्दारकरैर्वृक्षैर्वह्निभिरास्थितं नानामणिमयं दिव्यं विमानकोटिभिर्युधं यदुक्तं परमं धाम तादृक्कृष्ण संस्थितं तस्मिन् वैकुण्ठनगरे नानारत्नसमुज्ज्वले मध्ये देवजयरामं पुरं रम्यमनुत्तमं चतुर्द्वारसमायुक्तं हेमप्राकारतोरणं चण्डादिद्वारपालद्यैः चण्डादिद्वारपालाद्यैः कुमुदाद्यैश्च रक्षितं नानामणिमयैर्दिव्यैर्गृहैः पङ्क्तिभिरावृतम् विदधं पञ्च पद्माभिर्योजनैश्च समं ततः सहस्रयोजनोत्तुङ्गैः प्रासादैकोटिभिर्वृतम् वितदं पञ्चपद्माभिर्योजनैश्च समं तदः सहस्रयोजनोत्तुङ्गैः प्रासादैकोटिभिर्वृतम् आरूढयौवनैर्दिव्यैः पुंभिस्त्रीभिश्च शोभितम् स्त्रियश्च पुरुषाश्चास्मिन् सर्वलक्षणशोभिताः समरूपाश्च श्रीविष्णोः सर्वालङ्कारभूषिताः दिव्यस्रग्वस्त्रसञ्छन्ना दिव्यचन्दनभूषिताः मोदन्ते तत्र देवेश भक्त्या त्वात्ममनोरमे मन्त्राष्टाक्षरसंसिद्धा भक्त्या षोडशरूपया वृतास्तत् पद्माविश्य मोदन्ते मनसीप्सितं गत्वास्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः अविच्छिन्नात्मना ते वै विष्णुना सङ्गता शुभाः तत्समानसुखं नित्यं प्राप्नुवन्ति मनीषिणः यत्र तत्र हरिर्लोकानाविश्य शुभचेतसः प्राप्नुवन्ति पुनः स्वर्गं स्वर्गस्था इव जन्तवः यथा सौमित्रिभरदौ यथा सङ्घर्षणादयः तथा तेऽपि च जायन्ते सत्यलोके यदेच्छया पुनस्तेनैव यास्यन्ति तत्पदं शाश्वतं परं न कर्मबन्धनं जन्म वैष्णवानां च विद्यते विष्णोरनुचरत्वं हि मोक्षयाहुर्मनीषिणः न दास्यममरेशस्य बन्धनं परिकीर्तितं सर्वबन्धननिर्मुक्ता हरिदासा निरामयाः आ ब्रह्म भुवल्लोकाः पुनरावृत्तिलक्षणाः कर्मबन्धमया दुःखमित्राः सख्यभयप्रदाः बह्वाया सकला देवि जनिनाशकहेतवः सुखभोगस्तु यन्नृणां विषमिश्रासनं यथा स्वर्गसंस्थान् नरान् दृष्ट्वा क्षीणे कर्मणि देवताः कुपिता पादयन्त्येव संसृतौ कार्यबन्धने तस्मात् स्वर्गसुखं देवि बहुधायाससाधनम् अनित्यं कुटिलं दुःखमिश्रं योगी परित्यजेद सततं संस्मरेद्विष्णं सर्वदुःखौकनाशनं नामोच्चारणमात्रेण प्राप्नुवन्ति परं पदं तस्मात् वैष्णवं लोकं गौरी सम्प्रार्थये सुधीः भक्त्या त्वनन्यया देवं भजेद करुणां बुद्धिं स सर्वज्ञानगुणवान् रक्षत्येव न संशयः तस्मादष्टाक्षरं मन्त्रं त्यक्त्वा सुखदरं शुभं सम्प्राप्नोति परं लोकं वैष्णवं सर्वकामदं तस्मिन्मणिमये तल्पे सहस्रसूर्यरश्मिनि विमाने शुशुभे दिव्ये संस्थितो भगवान् हरिः तत्र चाधारशक्त्यादिधृते पीठे हिरण्मये नानारत्नमये दिव्ये नानावर्णसमन्विते तस्मिन्नष्टदले पद्मे मन्त्राक्षरपदे शुभे कर्णिकायां सुरम्यायां लक्ष्मीबीजशुभाक्षरे तस्मिन्वालार्कसाहस्रकोटितुल्यसमप्रभे दिव्यनारायणश्रीमानासीनः पङ्कजासने तस्य दक्षिणके पार्श्वे जगन्मादा हिरण्मयी गृहीत्वा चामरान् दिव्यान् दिव्यमाल्यविभूषणा वसुपात्रं मादुलुङ्गं स्वर्णपद्मं धृतं करैः वामधपृथिवी देवी नीलोत्पलदलद्युतिः नानाभरणसंयुक्ता विचित्राम्बरभूषिता सा धृत्वा चोर्ध्वबाहुभ्यां रम्यं रक्तोत्पलद्वयम् इतराभ्यां धृतं देव्या धान्यपात्रयुगं तथा गृहीत्वा चामरान् दिव्यान् चक्रयो विमलादिकाः दलाग्रेषु समासीना सर्वलक्षणशोभिताः तासां मध्ये समासीनो भगवानच्युतो हरिः शङ्खचक्रगदपद्मपाणिभिर्दिव्यभूषणैः केयूराङ्गदहाराद्यैर्भूषणैरूपशोभितः प्रादरुद्यत्सहस्रांशु कुण्डलाभ्यां विराजितः पूर्वोक्तैस्त्रिदशैर्नित्यैः सेविधः परमेश्वरः आस्ते वैकुण्ठनगरे नित्ये सत्ये जभोगवान् श्रीमदष्टाक्षरमन्त्रं सिद्धानां वै मनीषिणां गम्यं तद्वैष्णवं लोकं नेतरेषां कथञ्चन इत्येवं प्रथमं व्यूहं कथितं ते वरानने द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते योऽयं नित्य इति ख्यातो लोकाग्र्यो वैष्णवस्मृतः तं लोकं विपुलं पुण्यं शुद्धं सत्त्वमयं शुभं मध्याह्नसूर्यसाहस्रयुगपद्भासितं तदा कल्पान्तेऽपि न लीयेत तत्त्वलोकं महत्तरं मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते सर्वं कल्पद्रुमवनैः परिपूर्णं समं ततः सुदाम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितं स्वर्णरत्नमयैर्दिव्यैः पङ्कजैरुपशोभितं जलदग्निनिभैर्दिव्यैर्भूषणैः कोडिभिर्वृदं निरन्तरं सामभिश्च पूजितैः कोकिलादिभिः ऊह्यमानैर्गन्धर्वृक्षैः पुष्कैरभिशोभितम् पुष्पकैरभिशोभितम् ऊनषोडशवर्षाब्दैर्दिव्यनारीनरैर्वृतं सर्वलक्षणशोभाढ्यैर्दिव्यकल्पविभूषणैः तत्र प्रदेशे रम्येषु देशेषु कमलापदिं मुदिधैपदिभिः सार्धमर्चयन्ति स्म योषितः तत्प्रसादोपलभ्यं वै सुखमश्नन्ति सर्वदा गायन्ति परमानन्दं कृष्णस्य चरितं महद पद्मेक्षणाः पद्महस्ताः पद्मया सदृशशुभाः दिव्यस्रवसनोपेदा क्रीडन्ति स्म सुयोषितः शङ्खचक्रगदा पद्मधराभूषणभूषिताः स्रघ्विणपिदभसना पुरुषास्तत्र संस्थिताः अनन्यस्पर्शन तत्र स्त्रीपुंसो क्रीडमानयोः भवत्यनुदिनं वृद्धं हरिभक्तिसुखं रसं तन्मध्येऽन्धःपुरं रम्यं वासुदेवस्य शोभितं चन्दनगुरुकर्पूरकुङ्कुमोदकसंयुतं नानापुष्पविमानाद्यै सर्वतः समलङ्कृतं तन्मध्ये कल्पवृक्षस्य छायायां कमलासने विचित्रश्लक्ष्णपर्यङ्गे शुभास्तरणसंवृदे दिव्यगन्धसुशोभाढ्यैर्नानापुष्पपरिच्छदैः तस्मिन् मनोरमे दिव्ये समासीनश्रिया सह ईश्वर्या सह देवेशो वासुदेवः सनातनः सुधांशुकोटिसङ्गासो दिव्याभरणभूषितः सुवर्णशुभ्रयुगलश्लक्ष्णनासाञ्चिदाननः स्निग्धायद सुलावण्यकपोलाभ्यां विराजितः नीलकुञ्चितकेशाढ्यो रक्ताब्जदललोचनः मन्दारकेतगीजादी कैरवीकृतशेखरः स्निग्धबिम्बफलाभौष्ठः सुस्मितानपङ्कजः अनर्घ्यमौक्तिकाभास दन्तावलिविराजितः हरिचन्दनलिप्ताङ्कक्कस्तूरी तिलकाङ्कितः उन्नतां स भुजैर्दीर्घैश्चतुर्भिरुपशोभितः जपाकुसुमसङ्काशकरपल्लवशोभितः श्रीवत्स कौस्तुभाभ्यां च शोभितपृथुवक्षस मुक्ता मह्यै सुशोभाढ्यैर्दिव्यस्रग्भिरलङ्कृतः बालार्कसदृशज्योत्स्नापितवस्त्रेण वेष्टितः माणिक्यनूपुरोपेदपद्मपत्रविराजितः अकलङ्कितचन्द्राभनखपङ्क्तिविराजितः रक्तोत्पलनिभश्लक्ष्ण शुभ्राङ्गिकरपङ्कजः पाञ्चजन्यरथाङ्गाभ्यां बाहुयुग्मविराजितः इतराभ्यां श्रियो गात्रमाश्लिष्यन्निजवक्षसि हृष्यद्विद्युल्लदोद्गीतशिदाभ्र इव राजते सप्तजाम्बूनदश्लक्ष्ण शुभाङ्घ्रियुगपङ्कजः अत्र क्रीडति देवेशो वासुदेवः सनातनः तप्तकाञ्चनसङ्काशा सर्वाभरणभूषिता सुस्निग्धनीलकुटिलचन्द्रराविविराजिता मन्दारपारिजातादिदिव्यपुष्पविराजिता कर्णावतं सशोभाढ्या चिकुरान्तालिसन्निभा पिनोन्नदस्तनाभ्यां च पिण्डन्ति हरिवक्षसि केयुराङ्गदहाराद्यैर्भूषणैरुपशोभिता रूढयौवना नित्यं सर्वलोकेश सुन्दरी तत्र क्रीडति लोकेशपत्या सह निरन्तरं स एव वासुदेवोऽत्र सर्वभूतमनोहरः क्रीडते सर्वलोकेऽस्मिन् सर्वकामप्रदो नृणाम् अत्राष्टशक्तयो लक्ष्म्यास्तनवः परितस्थिताः रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा सुलक्षणा सुशीला चरति कामप्रदाश्च ताः शङ्खचक्रगदा पद्मा शाङ्गाद्यैर्थेदिभिस्तथा परितपुष्कराकारैस्तं लोकं परिरक्षते एवं द्वितीयं रूपं च सम्यक् ते शुभदर्शने सङ्क्षेपदो मया प्रोक्तं न शक्यं विस्तरेण हि द्वादशाक्षरमन्त्रं वै ये जपन्ति सुखाह्वयं ते प्राप्नुवन्ति सततं शाश्वतं शुभमक्षयं न वेदाध्ययनैर्यज्ञैर्न व्रतैर्नोपवासदः न प्राप्यं वैष्णवं लोकं विना दास्येन कुत्रचिद् तस्माद्दास्यं हरिर्भक्तं भजेतानन्यमानसः प्राप्नोति परमां सिद्धिं कर्मबन्धविमोचनीम् एवं सम्प्रोच्यते देवि द्वितीयं व्यूहमव्ययं तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति तोयाब्धेरुत्तरं कूलं श्वेतद्वीपे महामते सन्दर्शनाय योगानां सनकादिमहात्मनां सनकश्च सनन्दश्च तृतीयश्च सनातनः सनत्कुमारजादाश्च वोढु पञ्चशिखस्तथा सप्तैदे ब्रह्मणपुत्रा योगिनः सुमहौजसः विरक्ताः सर्वभोगेषु शुद्धसत्त्वगुणास्तदा भगवद्दर्शनोद्भूत सुखैकरससेविनः नरनारायणाद्याश्च श्वेतद्वीपे वसन्ति ये तेषां सन्दर्शनार्थाय तत्र सन्निहितो हरिः शुभ्रांशुकोटिसङ्काशे नानारत्नमयोज्ज्वले श्वेतद्वीपे महायोगिसेविदे भयवर्जिते तत्रोद्यानानि रम्याणि पारिजातसमानि वै सन्तानकलताकीर्णं चन्दनध्रुममण्डितं फुल्लपद्मोत्पलोपेदं नानातोयालयैर्युधं तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता दिव्यस्त्रीपुम्भिराक्रान्ता बहुप्रासादसङ्कुला तन्मध्येन्दपुरं रम्यं रत्नध्रुमसमाकुलं बालसूर्यनिभैस्तुङ्गैः प्रासादैर्बहुभिर्वृतं तन्मध्ये मण्डपं दिव्यं मणिकाञ्चनशोभितं चन्दना गुरुकर्पूर कुङ्कुमामोदवाशितम् नानाकुसुमशोभाढ्यैर्वितानैः समलङ्कृतं दिव्याप्सरसमाकीर्णं सामघानोपशोभितं मध्ये सिंहासनं तत्र सूर्यवैश्वानरप्रमं तन्मध्येष्ठदलं पद्मचन्द्रबिम्बमिवापरं तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः शुद्धजाम्बुनदप्रख्यो मुक्ताहारविभूषितः शङ्खचक्रगदापद्मशक्तिहस्तचतुष्टयः हारवेयूरकडकैरङ्गुलीयैश्च शोभितः सुवर्णपङ्कजप्रख्यः पदयुग्मविराजितः सन्तानकनिभैशुभ्रैर्नखपङ्क्तिविराजितः षोडशाब्दवयोरूपयौवनेन विराजितः विशालभालदेशे दु कुङ्कुमेन सुगन्धिना रचितेनोर्ध्वपुण्ड्रेण सीमन्तेनोपशोभितः मथितामृतफेनाभ शुक्लवस्त्र सुवेष्टितः मुक्तामयाभ्यां शुभ्राभ्यां कुण्डलाभ्यां विराजितः पद्मासनसमासीनो जगन्मोहनविग्रहः वामाङ्गे संस्थिता देवी तस्य दिव्यस्वरूपिणी तस्यैव सदृशी लक्ष्मीः शीलसुष्ठुगुणादिभिः पद्म किं जल्क सङ्काशा यौवनारम्भशोभिता सर्वलक्षणसम्पन्ना तप्तकाञ्चनभूषणा दिव्यस्रग्वसनोपेदा नीलकुञ्चिदमूर्धजा चतुर्भुजैर्विराजन्ति केयूराङ्गदभूषिता मुक्ताहारैर्विराजन्ति मन्दाराञ्चितशीर्षजा श्लक्ष्णनासा पुटयुधा लसद्दन्दिवराजिता कस्तूरीतिलकोपेदा नासाग्राञ्चितमौक्तिका स्वर्णकुम्भसमप्रख्यपीनोन्नदपयोधर दिव्यकुङ्कुमलिप्ताङ्गी पद्ममालोपशोभिता वस्त्रपात्रं माधुलिड्गं लक्ष्मणं हेमपङ्कजं करपद्मधृता देवी चेदसाभीष्टदायिनी तस्यैताः सदृशास्तत्र शक्तयः परितो हरेः ईशावास्या महादेवी जाह्नवी कमलालया सावित्री सर्वगा पद्मशक्तय परिकीर्तिताः श्रद्धा मेधा धृतिप्रज्ञा धारणा शान्तिरेव च श्रुतिस्मृतिर्धृतिर्मेधा वृद्धिर्बुद्धिर्मनीषिणी दास्यस्ते ताश्रियप्रोक्ता सर्वकार्यस्य कारिकाः अनन्तवैनतेयादिदेवता नित्यकिङ्कराः साध्या मरुद्गणश्चैव सेवन्ते नित्यदेवताः प्रासादेषु विमानेषु वनेषु नगरेषु च तत्प्रसादोपलब्धेषु भोगेष्वत्रानुरञ्जिताः क्रीडन्ति सततं नित्या हेयनिष्फलवर्जिताः ये विष्णुमन्त्रजप्तारस्सततं श्रद्धयान्विताः ये द्वादशी व्रते युक्तास्तत्पदं यान्ति ते व्ययम् न वेदैर्न च दानैश्च न यज्ञैर्न व्रतैरपि प्राप्तुं च शक्यं गिरिजे विष्णुलोकं सनातनम् भक्त्या चानन्यया प्राप्तुं शक्यं विष्णुपदं नृणां तस्मात् सम्पूजये नित्यं भक्त्या देवं जनार्दनं कीर्तननाममात्रं च ध्यायमन्त्रं जपेत् सदा जुहुया तर्पयेद्भक्त्या सर्वगं सर्वकामदम् एवमुक्तं तृतीयं तु व्यूहं तु परमात्मनः स्वरूपं तव शुश्रोणि यथा प्रोक्तं पुरातनैः अधः परं प्रवक्ष्यामि चतुर्थं व्यूहमुत्तमं दिवौकसंरक्षणार्थं दुग्धाब्धौ परमेश्वरौ सुधांशुकोटिसंभाष्यसहस्राक्षेण शोभिते पुरन्दर सयूधैस्तुच्छादिदे दुग्धवारिधौ तस्मिन्ननन्दपर्यङ्गे शेदे सौविस्तृते शुभे दिव्यासनसमासेन पद्मनाभोच्युतो हरिः नीलजीमूदसङ्काशपद्मपत्रायते क्षणः विवस्वत्कोटिसङ्काशकिरीडेन विराजितः नानारत्नोज्ज्वलदिव्यं कुण्डलाभ्यां विराजितः बालार्कसदृशज्योत्स्ना पीदवस्त्रेण वेष्टितः स्फुरद्रक्तारविन्दाभहस्ताङ्घ्रि स्थलशोभितः हरकेयूरकडकैरङ्गुलीयैर्विराजितः शङ्खचक्रगदा शार्ङ्गखड्गहस्तैर्विभूषितः सुपुष्पफलशाखाढ्यकल्पवृक्षैर्विराजितः विश्वस्य जन्ममरणनाभिपङ्कजशोभितः हरिचन्दनलिप्ताङ्गः सर्वाभरणभूषितः मन्दारपारिजातादिदिव्यपुष्पैर्मनोरमैः सुस्निग्धनीलकुटिलकबरीकृतकेशवान् श्लक्ष्णोन्नद सुनासांस जानुयुग्मविराजितः मणिविद्रुमशाखाढ्य नूपुराङ्घ्रिविराजितः अकलङ्कितचन्द्राभनखपङ्क्तिविराजितः अशोकपुष्पसङ्काश रक्तोष्टमुखपङ्कजः अनर्घ्यमुक्तिकाभास दन्तपङ्क्तिविराजितः सम्पूर्णचन्द्रप्रतिम स्मितवक्त्रसुशोभितः आरूढयौवनश्रीमान् कोमलावयवोज्ज्वलः शरण्यसर्वलोकानां सर्वलोकबलप्रदः सदृशी तस्य देवी तु रूपशीलगुणादिभिः तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा तरुणी रूपलावण्या कान्तिशीलगुणान्विता दुग्धाब्धिफेन सङ्काश शुभवस्त्रेण वेष्टिता मन्दारकेतकी जाती पुष्पार्चित शिरोरुह कस्तूरीतिलकोपेदा रत्नसीमन्दशोभिता नानावर्णसुशोभाढ्या कर्णभूषणभूषिता प्रवालसदृशज्योत्स्नारक्तधारसुविस्मिता मत्तभृङ्गोपमै स्निग्धैरलकै सुविराजिता तनुमध्या विशालाक्षी पीनोन्नतपयोधर चतुर्हस्तैर्विराजन्ती सर्वाभरणभूषिता उद्बाहुभ्यां धृता देवी हेम पद्मयुगं शुभम् इतराभ्यां समाश्लिष्य भर्तारं निबिडं स्थिता आलोकयन्ती सततं त्रिदशांश्च कटाक्षकैः निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे तत्र देवाभिमानस्थाः सिद्धचारणकिन्नराः गायन्ति सततं देवी मानं दाश्रुपरिप्लुताः दैतेयैर्बाध्यमानैस्तु ब्रह्म रुद्रादिभिः सुरैः संस्थूयमानस्तत्रेशो देवानामभयं ददौ देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः राक्षसान् सन्तुमारेभे जगत्संरक्षणाय वै एवं चतुर्थं व्यूहं तु हरे प्रोक्तं तवानके किमन्यत्रोदो कामासि तद्ब्रवीमि वरानने धन्यासि कृतकृत्यासि भक्तासि पुरुषोत्तमे इति श्रीपाद्मे महापुराणे उत्तरखण्डे विष्णुव्यूहभेदवर्णनं नाम एकोनत्रिंशदधिकद्विशततमोऽध्यायः ॐ